नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्। प्रवर्तमानः विषयः तु अस्ति तृतीया विभक्तिः। विभक्तिवल्लरीतः अभ्यासान् कृतवन्तः वयम्। इदानीं तमेव विषयं गीतासोपानतः कुर्मः। गीतासोपाने तु सप्तषष्ट्याधिक एकशतं पुटे लभ्यते तृतीया विभक्तिः इति विषयः। आदौ ध्येयमन्त्रं शृणुमः। के सन्ति अत्र? अस्मिता भगिनी प्रयत्नं कर्तुम् इच्छति किम् अथवा वक्तुम् इच्छति किम् ध्येयमन्त्रम्? ध्येयमन्त्रं नमस्ते, ॐ सर्णा भवतु। नैव नैव, अहम् अत्र स्थापयिष्यामि एकनिमिषः। दृश्यते किं मम प्रस्तुतिः? आम्। ध्येयमन्त्रः इन्द्रियाणां मनुत्सर्गः मृत्युनापि विशिष्यते। अत्यर्थं पुनरुत्सर्गः साध येद दैवतान्यपि। एवं वदनीयम्, इन्द्रियाणामनुत्सर्गः मृत्युनापि विशिष्यते। अत्यर्थं पुनरुत्सर्गः साधये दैवतान्यपि। अत्र अन्वयः दत्तः अस्ति, पठतु। किञ्चित् न दृश्यते इदानीम्। इन्द्रियाणाम् अनुत्सर्गः मृत्युना अपि विशिष्यते। पुनः अत्यर्थम् उत्सर्गः दैवतानि अपि साधयेत। इन्द्रियाणां इन्द्रिय अकारान्तः पुंलिङ्ग षष्टिविभक्तिः। अनुत्सर्ग अकारान्तः पुंलिङ्ग प्रथमा विभक्तिः। मृत्यु उकारान्तः पुंलिङ्ग तृतीया विभक्तिः। अपि अव्ययं विशिष्यते वियोगे शिश् हिंसायां। पुनः अव्ययम् अत्यर्थ अकारान्तः पुंलिङ्ग द्वितीया विभक्तिः। उत्सर्ग अकारान्तः पुंलिङ्ग प्रथमा विभक्तिः। दैवतानि द्वितीया विभक्तिः। दैवत नपुंसकलिङ्ग अपि अव्ययं साधयेत् सद् विधिलिङ्ग लकारः। धन्यवादः। इदानीम् अत्र आङ्ग्लभाषायाम् अर्थः दत्तः, पठतु। नान् अटाच्मेण्ट् आफ् द सेन्स् आर्गन्स् फ्रोम् द आब्जेक्ट्स् इस् इवन् मोर् पेन्फुल् देन् डेत्, बट् एक्सेस् आफ् अटाच्मेण्ट् वित् आब्जेक्ट्स् केन् डिस्ट्राय् इवन् द गाड्स्। धन्यवादः, धन्यवादः। इदानीं कविता भगिनी, एकः प्रश्नः अस्ति, कस्य अनुत्सर्गः मृत्युना अपि विशिष्यते? कस्य अनुत्सर्गः मृत्युना अपि विशिष्यते? इन्द्रियाणाम् इन्द्रियाणाम् अनुत्सर्गः। उत्तमम्। अत्र अवधेयं यत् विशिष्यते इति क्रियापदं शिश् हिंसायाम् इति धातुतः निर्मितम् अस्ति। शिश् धातोः त्रयः अर्थाः सन्ति, प्रत्येके इति चेत् शिष् हिंसायां नाम टु किल् टु डिस्ट्राय् टु हर्ट् शिष् विशेषणे टु डिस्टिङ्ग्विश् टु क्यारेक्टरैज् शिष् असर्वोपयोगे टु रिटेन् सेव् अत्र विश् हिंसायाम् इति गृह्यते विच् मीन्स् दट् विश् द धातु देर् आर् थ्री धातूस् ओवर् देर् विच् हेव् डिफ्रेण्ट् मीनिङ्ग् एण्ड् वेन् यु से विशिष्यते इट् कुड् आल्सो मीन् बिकमिङ्ग् स्पेशल् इट् कुड् आल्सो मीन् वाट् रिमेन्स् यु मस्ट् हेव् सीन् इन् अवर् बुक्स् अवशिष्टम् इस् देर् एट् द एण्ड् इन् अ गीतासोपानं बुक् आल्सो परिशिष्टम् अवशिष्टम् आल् दीस् आर् देर् सो इट् मीन्स् टु रिमेन् इट् रिमेन्स् अस्तु दैवतानि कः साधयेत् दैवतानि कः अहं स्थापयामि क्षम्यतां तत्र मम अस्तु स्थापितवती देवतानपि दैवतानि कः पुनरुत्सर्गः उत्सर्गः उत्सर्गः साधये उत्तमम् इदानीं भगिनी भवती एव तृतीयाविभक्तिविषये वदतु अनन्तरम् अभ्यासं प्रति गच्छामः You wish to do it? Very good. Uttamam. Karotu. Karotu. Karotu. Nama sarvebhi hai. Aham tritiya vivakti prayojanam vadami. Kriyanam yat sadhanam bhavati tasya tritiya vivakti bhavati. When we are using an instrument for action. Example, udharanam sah dandena shulka tadayati. Uttamam. देन् सेकेण्ड् वन् भावसूचानां शब्दानाम् अपि तृतीया विभक्ति वेन् यु आर् एक्स्प्रेसिङ्ग् एन् इमोशन् वित् विच् आर् एक्षन् इस् डन् माता क्रोधेन बालकं ताडितवती उत्तमम् देन् सः शब्दः यत्र भवति तत्र तृतीया विभक्ति भवति वेन् एवर् वि यूस् द वर्ड् सः देर् तृतीया विभक्ति इस् यूस्ड् उदाहरणं पिता पुत्रेण सह नगरं गच्छति उत्तमं देन् विना शब्दस्य तृतीया योगे तृतीया विभक्ति भवति without whom we cannot or can do example dhanena vina kopi na jivati uttama yah shabdah karana vachakah bhavati tasya tritiya vibhakti bhavati reason why a particular thing happen that is hetu vachaka right udaharanam mama agamanena sah santushtah uttamam then sixth one is yatra prayana sadhanakam upayuchyate tasya tritiya vibhakti bhavati emotion is expressed in location expressed in tritiya vibhakti example that is for all the vehicles we can use that dvichakriya car and everything sah dvichakrikaya vidyalam gachati uttamam then seventh one is यदा वयं किमपि क्रीणीमः तथा यत् तथा तया सोरि यदा उक्तवान् किल तदर्थं तदा यदा तदा यथा तदा एवं तथा यत् धनं दीयते तस्य तृतीया विभक्तिः भवति whenever we buy something and pay for it the money is in tritiya vibhakti example aham dasha rupatyeke hai I pronunciation is correct dasha rupatyeke rupyakaihi ekam lekinim kritavan then निषेधार्थकम् अलं शब्द यत्र प्रयुक्ते तत्र तृतीया विभक्ति भवति वेन् यु वाण्ट् टु इण्डिकेट् एनफ् आफ् संथिङ्ग् एक्साम्पल् बालः तूष्णीः तिष्ठन्तु अलं बाल तत्र विसर्गः महोदय क्षम्यतां तत्र विसर्गः विसर्गः न बालः कालिङ्ग् बाल ओके बाल तुष्टिः तिष्ठन्तु अलं कोलाहलेन उत्तमम् उत्तमम् सर्वाः नियमाः समाप्ताः इति मन्ये धन्यवादः धन्यवादः उत्तमं महोदय एवमेव करणीयम् अभ्यासेन एव ज्ञानं अस्तु धन्यवादाः अनेके इदानीं तत्र गीतासोपानस्य 167 इति पुटम् उद्घाटयन्तु अस्तु विजय थंकी महोदय अस्ति किल आरम्भं करोतु महोदय विजय थंकी महोदय तत्र यत्र चित्राणि दत्तानि सन्ति तत् अभवत् तानि मास्तु आं भगिनि नमः सर्वेभ्यः उच्चैः पठत भटः आङ्ग्लभाषायाम् अर्थमपि वदतु महोदय read loudly tatra uchchaihi kidrisham padam uchchaihi indeclinable tatra avyayam asti avyayam avyayam pathata kidrisham padam लोट् लकारः लोट् लकारः उत्तमम् अग्रे भटः हयेन गच्छति कृष्णः चक्रायुधेन शिशु अर्थं महोदय अर्थं वदनीयम् अर्थं भटः वदनीयः भट् भटः हा भट् वारियर् भटः इत्युक्ते वारियर् वारियर् सोल्जर् हयेन गच्छति वारियर् गोस् बै होर्स् हा उत्तमम् अत्र किं पदम् अत्र तृतीया विभक्तौ अस्ति प्रयाणसाधनं सत्यं प्रयाणसाधनं हयेन हयेन अपि च गच्छति इति पदस्य धातुः जानाति किम् गम् गम् धातुः उत्तमं लकारः लकारः प्रेसेण्ट् टेन्स् लट् लकारः लट् लकारः लट् लकारः अपि च आत्मनेपदी अस्ति वा परस्मैपदी अस्ति वा? परस्मैपदी परस्मैपदी अग्रे भगिनी हयेन हयेन इस् वाट् by horse okay. And male horse that is because female horse is hai ee karant astu vadatu mahode krishna chakrayudena sisupalam hatavan krishna killed sisupal by sudarshan chakra सुदर्शन चक्र एण्ड् द वेपन्स् चक्र अस्तु अत्र शिशुपालम् इति शब्दस्य विभक्तिः का द्वितीया द्वितीया अपि च हतवान् कीदृशं पदं तवतु प्रत्यय तवतु उत्तमं धातुं जानाति किम् नो हृ धातु हृ हरिणि हृ हवित ऋकार उत्तमं कृष्णः इति पदस्य विभक्तिः का प्रथमा सत्यं कर्तापदमस्ति अपि च एतत्तु साधनमस्ति साधनं तृतीया विभक्ति साधनमस्ति अस्तु अग्रे ज्ञानम् अज्ञानेन आवृतं भवति knowledge is covered by ignorance अपि च अत्र क्रियापदं किं आवृतं नैव नैव भवति ज्ञानं हा भवति उत्तमं भवति अपि च धातुः कः भूधातु तत्र अन्ये सर्वे कृपया म्यूट् मध्ये तिष्ठन्तु अस्तु भूधातुः परस्मैपदी आवृतं कीदृशं पदम् विशेषणमस्ति आवृतं ज्ञानम् आवृतं ज्ञानं सो विशेषणं ज्ञानस्य विशेषणमस्ति अस्तु अपि च तत्र धातुः कः वृ इति धातुः वृ वृ वृ व वित् ऋकार अग्रे अग्निः धूमेन आवृतः द फायर इज कवर्ड् बै स्मोक् सत्यम् अत्र क्रियापदं किम् ऐ डोण्ट् थिङ्क् देर् इस् एन् क्रियापद सत्यम् उत्तमं महोदय उत्तमं क्रियापदं नास्ति अत्र अध्याहारः अस्ति अध्याहारः सो अग्निः धूमेन आवृतः अस्ति अस्ति अस्ति परन्तु अस्ति नास्ति अध्याहारः अस्ति अस्तु अग्निः धूमेन अस्तु अग्रे कृष्णः अङ्गुल्या निर्दिशति कृष्ण डिरेक्ट्स् बै फिङ्गर् उत्तमं हि शोस् द डिरेक्षन् बै फिङ्गर् और् हि पायिण्ट्स् औट् यूसिङ्ग् अ फिङ्गर् तत्र अङ्गुल्या अङ्गुल्या इति पदस्य प्रातिपदिकं किम् अङ्गुली अङ्गुली उत्तमम् अस्तु निर्दिशति इति शब्दस्य धातुः कथम् इत्युक्ते निर् इति उपसर्गः दिश् इति धातुः दिश् इति धातुः अस्तु अग्रे भक्तः मालया देवम् अलङ्करोति the devotee is decorating, what should I say, alankara, decorating the god by mala, garland, garland atra mala satyam atra dvitiya vibhaktau kah shabdah asti dvitiya vibhaktau devam uttamam alankaroti alam इति उपसर्गः दुक्रिङ् इति धातुः धन्यवादः महोदय धन्यवादः विशालाक्षी भगिनी या अग्रे करोतु साधकः योगबलेन परमपुरुषम् उपैति अत्र तृतीयाविभक्तौ कः शब्दः अस्ति योगबलेन दट् इस् अण्डर्लैन् वित् रेड् अर्थं no I don't know the meaning of sadhak sadhakah sadhakah tatra vibhaktihi ka sadhakah prathama vibhakti prathama vibhakti karta param purusham kah asti param purushah kah asti param purushah kah asti param purushah kah asti परमपुरुषम् इस् लार्ड् पुरुष लार्ड् योगबलेन इत्युक्ते योगबलेन इत्युक्ते किं योगबलेन स्ट्रेङ्थ् आफ् योग द स्ट्रेङ्थ् आफ् योग सो साधकः इस् द पर्सन् हू प्राक्टिसिङ्ग् वन् हू इस् डूङ्ग् साधना साधना योगबलेन दट् मीन्स् वित् द स्ट्रेङ्थ् आफ् योग किं करोति सः परमपुरुषम् उपैति हि रीचेस् गाड् देट् इस् वाट् योगा इस् आल् अबौट् रैट् उपैति मीन्स् आत्मा एण्ड् परमात्मा या रीचेस् उप लैक् उपनयनम् उप इस् नियर् एण्ड् वय द धातु इस् इण् धातुः मीन्स् टु गो इण् धातुः इट् मीन्स् टु गो इन् सो उपैति इण् इन् उपैति मीन्स् इ एण्ड् न टु रीच् इ एण्ड् न वितः इ एण्ड् न वितः लन्तम् इदानीम् अवगतम् उपैति उपैति क्रियापदमस्ति उपैति तत्र लकारः कः लट् लकारः भगिनि लट् लकारः ओके लट् लकारः ति अस्ति इत्युक्ते परस्मैपदी पति अस्ति इत्युक्ते परस्मैपति अग्रे दुर्योधनः गदया शत्रून् प्राहरत् दुर्योधन अटाक्स् द शत्रु वित् गदा उत्तमं वित् मेस् गदा मेस् ओके गदा गदा गदा इति पदस्य लिङ्गं किम् गदा नपुंसकलिङ्गं किमर्थं स्त्रीलिङ्गे स्त्रीलिङ्गे स्त्रीलिङ्गे गदा स्त्रीलिङ्गे करेक्ट् दुर्योधनः इति पदस्य विभक्तिः का देट् इस् प्रथमा विभक्ति शत्रून् विभक्तिः का द्वितीया द्वितीया विभक्ति तत्र कर्मपदमस्ति तदर्थं प्राहरत् प्राहरत् तु लङ्लकारे अस्ति प्र इति उपसर्गः अहरत् इति क्रियापदं हृ इति धातु हृ आदौ अपि कृतवन्तः हरति हरति तत्र लट्लकारे अस्ति एतत्तु लङ्लकारे अस्ति अस्तु अग्रे योधः हस्ताभ्यां काहलं वादयति काहलम् अहं वदामि काहलम् इत्युक्ते ड्रम् ड्रम् ड्रम् ड्रम् एनी म्यूसिकल् इन्स्ट्रुमेण्ट् टु हेण्ड्स् हेव् टु बि यूस्ड् या सो देट्स् वै हस्ताभ्यां हस्ताभ्यां वचनं किं हस्ताभ्याम् इति शब्दस्य वचनं किं प्लुरल् वाट् यु काल् बाबा बहुवचनं किमर्थं किमर्थं हस्ताभ्यां किमर्थं वित् टु हेण्ड् नो द्विवचने टु हेण्ड् द्विवचन द्विवचन द्विवचने ओ अकार्डिङ्ग् टु हस्ताभ्यां ओके ओवर् हियर् बिकास् इट् इस् योद्धः इट् इस् अ सोल्जर् सो ka soldier cannot be taken as a drum which is used in the during the wars okay because over here yodha according to the context you have to take it vadayati vadayati dhatu tu asti vad vad dhatu vad vadayati nijantam asti nijantam means what over here he is not making the sound using his own body is making the drums to make a sound so he becomes cause okay. he becomes the cause for the sound and therefore the action is called vadayati it is causing something to happen astu bhagini hastabhyam iti shabdasya pratipadikam kim hasta hasta akaranta pumlinga shabda agriha vayam padabhyam sancharamaha vayam वयम् इस् यू अहं यू अहम् आवाम् अहम् आवां वयं वयं या मी वयं वयं दे नो नैव अहम् ऐ कोऽपि साहाय्यं करोतु वि आल् we all we all aham avam we all I we both I we both we all we all we all sancharam means roam about using our legs using our legs padabhyam atra vachanam kim vadatu idani dvitiya वचनं द्वितीयवचनं द्विवचनं द्विवचनं द्विवचनं अग्रे न सञ्चारामः विकं प्रथमविभक्ति नैव हलो नैव नो सञ्चारामः क्रियापदम् अपि चर् इति धातु क्रियापदं लट्लकारे अस्ति अच्छा ओके पठामि पठावः पठामः ओके हौ विल् यु अण्डर्स्टाण्ड् इट्स् हौ विल् वेन् यु गेट् कन्फ्यूस् लैक् देट् हौ विल् यु अण्डर्स्टाण्ड् वेदर् इट् इस् प्रथमा विभक्ति ओर् नौन् प्रथमा विभक्ति विल् बि देर् ओन्लि फार् द नौन् इसन्ट् इट् ओवर् हियर् इट् इस् अ वर्ब् फार् वर्ब् यु हेव् ओन्लि लकारः यु डोण्ट् हेव् विभक्तिः ओके ओके अपि च लिङ्गमपि नास्ति लिङ्गमपि नास्ति Verbs do not have link. Balaramaha halena shatrun maritavan. Halena means with that this thing. Plow. Plow. Plow. Yeah. So Balaram attacks the shatru with a plow. Uttamam. Atra. Maritavan. Kidrisham padam. मारितवान् कोऽपि साहाय्यं करोतु कोऽपि साहाय्यं करोतु मारितवान् तव तु उत्तमं तव तु अत्र धातुः तु तथा नास्ति परन्तु नूतनः धातुः अस्ति मारि इति तत् निर्मितः धातुः अस्ति अस्तु भगिनी विशालाक्षी भगिनी शत्रून् शत्रून् शत्रून् इति पदस्य विभक्तिः का विभक्ति द्वितीया इति द्वितीया द्वितीया अपि च वचनं किम् शत्रु शत्रून् वचनं किम् बहुवचनं या ओके अस्तु अग्रे पठतु अवधेय मारितवान् इस् वर्ब् क्रियापदं नास्ति सी इन् संस्कृतं वाट् यु नीड् टु अण्डर्स्टाण्ड् यु अण्डर्स्टाण्ड् वाट् यु नीड् टु अण्डर्स्टाण्ड् इस् देर् आर् ओन्लि टु कैण्ड्स् आफ् टु केटेगरीस् आफ् वर्ब् one is the kriya padam and every other one is a nama padam that's the noun although this word indicates an action it indicates an yeah. action but it has been created by using a dhatu and by putting along with it one pratyayah to first make it a noun and then it indicates action okay that is what you have to understand your kriya padam will always end tingantah they are called only tingantah will always end with itah te the way we say pathatah pathati pathatah pathanti they all end with ti if you observe ti or tha so that those are grammar rules but what you need to understand is although maritavan indicates an action it is not a kriya padam per se it indicates okay. an action no doubt about that but it is not a kriya padam as such it has been formed by putting adding one more pratyayah to it you'll understand that okay. as you go further when you do grammar okay agre pathatu bhagini agre avadheyam avadheyam ityukte kim what is the meaning of avadheyam avadheyam understand no avadheyam understand yeah. note yes note prathama vibhaktihi tritiya vibhaktihi prathama vibhakti hastah hastau hastaha tritiya vibhakti hastena hastabhyam hastaihi mala male malaha मालया मालाभ्यां मालाभिः सूची सूच्यौ सूच्यः सूच्या सूचीभ्यां सूचीभ्यां सूचीभिः फलं फले फलानि फलेन फलाभ्यां फलैः अभ्यासः धन्यवादः भगिनी परन्तु एकनिमेषः प्रश्नः एकनिमेषः सूची इति पदस्य लिङ्गं किं विच् वन् सूची सूची लिङ्गं इकारान्तस्त्रीलिङ्गशब्दः उत्तमं फलम् इति पदस्य फल इति पदस्य फल लिङ्गं किं फलम् इट् इस् नपुंसकलिङ्गम् उत्तमं हस्तः हस्त हस्त हस्तः इस् अकारान्तपुल्लिङ्गशब्दः उत्तमं माला माला आकारान्तस्त्रीलिङ्गशब्दः तर्हि यत्र यत्र ईदृशानि पदानि लभ्यन्ते तत्र तत्र एवमेव करणीयं हस्त हस्तौ हस्तः हस्तेन हस्ताभ्यां हस्तै अस्तु धन्यवादः अनेके भगिनि धन्यवादः धन्यवादः विजयकुमार् महोदय अग्रिमं करोतु आं भगिनि अभ्यासः तृतीयाविभक्तिरूपे हि रिक्तस्थानं पूरयति पूरयत पूरयत पूरयत इन् दि ब्लाङ्क् सेण्टेन्स् वि हेव् टु फिल् वित् तृतीयाविभक्ति इदानीम् एकनिमिष तृतीयाविभक्तिरूपैः तत्र विभक्तिः का बहुवचनं बहुवचनं लिङ्गं किम् अकारान्त पुल्लिङ्ग नैव, रूपं तु तत्र नपुंसकलिङ्गशब्दः अस्ति. रूप इति शब्दः अकारान्त नपुंसकलिङ्ग. विभक्तिः का? विभक्तिः का? विभक्तिः का? तृतीया विभक्ति. उत्तमं. पूरयत कीदृशं पदम्? पूरयत. पठत. पूरयत. कृतवन्तः आदौ. लोट् लकार. उत्तमम्, उत्तमं महोदय. अस्तु, करोतु, अग्रे करोतु. अष्टः सेनां दर्शयति. कृष्णः तत्र हस्ता, कृष्णः हस्ताभ्यां सेनां दर्शयति. महोदय, अत्र हस्तः दत्तमस्ति. हस्तः इति शब्दस्य तृतीया विभक्तिः का? हस्तः इति शब्दस्य वचनं किम् आदौ वदतु? वचनं द्वितीया विभक्ति. हस्तः वचनं, वचनं वचनं किं? द्विवचनं. किस्, किमर्थं, किमर्थं हस्तः, हस्तौ, हस्ताः? विद् दि हेण्ड्स्, बोत् द हेण्ड्स्. नैव, हस्तः इति दत्तं, दत्तः अस्ति किल. हस्तः, वाट् इस् गिवन् इस् एकवचने. सो यु हेव् टु, ही हेज् पायिण्टेड् औट् ओन्लि वित् वन् हेण्ड्. सो यु हेव् टु टेल् द तृतीया विभक्ति इन् फस्ट् इन् वन् हेण्ड् ओर् द इन् एकवचने ओन्लि. एकवचने एव वक्तव्यम्. हस्तेन, हा, हस्तेन कृष्णः हस्तेन सेनां दर्शयति. कृष्णः हस्तेन सेनां दर्शयति. दर्शयति कीदृशं पदम्? क्रियापदम्. लकारः कः? लट् लकार. उत्तमं. दृश् इति धातुः. सेनां इति पदस्य विभक्तिः का? सेनां, सेनां द्वितीया विभक्ति. उत्तमम्, उत्तमम्. कृष्णः कर्तापदं वा कर्मपदं वा? कृष्ण कर्तापदम्. कर्ता, उत्तमम्. अग्रे. रथः गच्छति. कृष्णः हस्तेन, हस्तेन किमर्थं? सोरि, कृष्णः रथः. कविता भगिनी मा वदतु, कविता भगिनी मा वदतु, सः जानाति. कृष्णः रथः, रथे, कृष्णरथेन गच्छति. उत्तमं. कृष्णः रथेन गच्छति. अर्थः कः? कृष्णा वेण्ट् वित् वेण्ट् इन् चेरियट्. वेण्ट् किमर्थम्? गच्छति न, सो हि वेण्ट् न. गोस् किमर्थं गच्छति? गोस्, गोस्, गोस्, गोस्. धातुः, धातुः कः गच्छति इति पदस्य? गच्छ, गच्छ. आहा, नैव, गम, गम, गम. ओ, ओके. अस्तु, अग्रिमं करोतु. काशा अश्वान् चोदयति. कृष्णः काशेन अश्वान् चोदयति. तत्र काशा अस्ति वा कषा अस्ति वा? ओ, कषा, कषा, कषा, कषा अस्ति. कषा इति पदस्य तृतीया विभक्तिः का? काशेन, काशेन. नैव, नैव, नैव. लिङ्गं किं? कषा इति पदस्य लिङ्गं किम् आदौ वदतु? लिङ्गं किम्? माला, रमा. पुल्लिङ्ग, पुल्लिङ्ग, पुल्लिङ्ग. नैव, नैव, स्त्रीलिङ्गे अस्ति. कषा आकारान्त स्त्रीलिङ्गपदमस्ति. ओके, लैक् रमा. रोप्, हा, रोप्, विप्, कषया. कषया, उत्तमं. कषया अश्वान् चोदयति. अश्वान् इति पदस्य वचनं किम्? अश्वान् बहुवचनम् उत्तमं विभक्तिः का द्वितीया विभक्ति द्वितीया सत्यं सम्यक् अस्ति चोदयति चोदयति इति पदस्य चुद् इति धातुः अस्ति चुद् चुद् इदानीम् अर्थं वदतु वाक्यस्य अर्थं वदतु कषायेन अश्वान् चोदयति अश्वानिस्य हार्स् हार्सेस् चोदयति विद् द रोप् चोदयति मीन्स् टु प्रॉम्प्ट् नो नो नो चोदयति सो हि पुल् द रेन्स् टु मेक् देम् मूव् ओके ओके अस्तु अग्रे गदा शत्रून् हन्ति कृष्णः गदया उत्तमं शत्रून् गदया शत्रून् हन्ति अर्थः कः कृष्ण किल् दि एनिमीस् वित् दि गदा हन्ति हन् इति धातुः अस्ति लट् लकार ओके ओके शत्रून् उक्तवान् अस्तु अग्रे वंशी मधुरहं मधुरं गायति कृष्णः वंशी उपरि दत्तः दत्तमस्ति वंशी किं करणीयं कीदृशं पदं लिङ्गं किं वचनं किम् इति दृष्ट्वा तत्र वंशी स्त्रीलिङ्ग सत्यं स्त्रीलिङ्गे अस्ति तर्हि तृतीयाविभक्तौ किम् अस्ति रूपं वंश्या उत्तमं वंश्या कृष्णः वंश्या मधुरं गायति अर्थः कः कृष्ण विद् दि फ्लूट् ही सिङ्ग् स्वीट् विद् दि फ्लूट् स्वीट् ली ही सिङ्ग् ओके स्वीट् ली मधुरं गायति अस्तु गायति इति पदस्य धातुः गै अस्ति गै गै गै ओके अस्तु अग्रे वेत्रं धेनुः स्पर्शति कृष्णः स्पृशति स्पृशति वेत्रं वेत्रं वेत्रं वेत्रन् और् बेम्बू वेत्रं बेम्बू और् बेम्बू केन् ओवर् हियर् या यू विल् टेक् इट् एस् केन् बिकास् केन् ओके यू वोंट् यूस् अ बेम्बू कृष्णः वेत्रेण धेनु स्पर्शति स्पर्शति कृष्ण वित् बेम्बू धेनु इस् धेनु इस् कौ सत्यं स्पर्शति मीन्स् टच् टच् टच् ओके दे हेव् पुट् स्पृशति इस् आल्सो करेक्ट् सो स्पर्शति इस् आल्सो करेक्ट् स्पर्शति अपि सत्यं स सम्यक् एव अस्ति अग्रे चक्रं दृष्टान् निगृहति दुष्टान् निगृहति कृष्णः एकनिमिषं निगृह्णाति निगृह्णाति निगृह्णाति ओके निगृह्णाति कृष्णः चक्रेण तृतीया विभक्ति न चक्रेण दृष्टान् निगृहाति दुष्टान् दुष्टान् निगृहाति निगृह्णाति निगृह्णाति मीन्स् सुपरवैसर् टु होल्ड् टु होल्ड् सप्रेस् हि होल्ड्स् देम् डौन् हि सप्रेस् one question, bad people, evil people. Hmm. One question, body? This chakram, chakrena, na should come or na should come? Na, na, na, na, na, na, chakrena, na. Hmm? Okay, okay, thank Tatra. You. Astu. धन्यवादः महोदय. सो निग्रह्णाति इस् टु सप्रेस् देम्. ओके, सप्रेस् देम्. तत्र नि इति उपसर्गः, ग्रह इति धातुः, ग्रह ग्रह तत्र हलन्तमस्ति, हकारस्य हलन्तमस्ति. अस्तु, धन्यवादः महोदय. कविता भगिनी अग्रिमं करोतु. कविता भगिनी. आं भगिनि, आं भगिनि, आं भगिनि, आं भगिनि. आवरणेन आवरणे स्थितस्य शब्दस्य तृतीया विभक्तिरूपेण यथोदाहरणं वाक्यानि रचयत् रचयत रचयत. अर्थः कः वाक्यस्य? आवर्णेन the words that are given in the bracket are to be converted into tritiya vibhakti and you have to form the sentence. Yatha uttamam idani yatho dharanam. Atra avarane iti shabdasya vibhakti ka avarane avarane avarnena avarane tritiya vibhakti avarane naiva naiva avarane rami krishne सप्तमी विभक्ति सप्तमी विभक्ति सप्तमी स्थितस्य शब्दस्य स्थितस्य शब्दस्य तयोः शब्दयोः विभक्तिः षष्ठी विभक्ति. उत्तमं. तृतीयाविभक्तिरूपेण तृतीयाविभक्तिरूपेण तत्र विभक्ति तृतीयाविभक्ति. वाक्यानि रचयत रचयत इति पदस्य लकारः कः? लोटलकारः. लोट्लकारः. अग्रे करोतु. योद्धारः उदाहरणं योद्धारः खड्गाः खड्गैः युध्यन्ते. द वेरियर्स् फैट् फैट् द बेटल् बै खड्ग खड्गै स्वोड् तत्र युध्यन्ते युध्यन्ते इति पदस्य वचनं किम्? कण्टिन्यूस् प्रसेण्ट् युध्यन्ते नैव युध्यन्ते वन्दन्ते तथा तत्र वचनं बहु बहु प्रेसेण्ट् अस्ति परन्तु वचनं तत्र बहुवचने अस्ति बहुवचने अस्ति. आत्मनेपदी अस्ति वा परस्मैपदी अस्ति वा? परस्मैपदी अन्ते ते आत्मनेपदी. अत्र युद्ध इति धातु युद्ध. अग्रे करोतु भगिनि. भक्ताः पत्राणि देवम् अर्चन्ति. भक्ताः पत्रेण पत्रेण नपुंसकलिङ्ग न पत्रं देवम् अर्चन्ति. सत्यं नपुंसकलिङ्गे अस्ति परन्तु पत्राणि इति शब्दस्य वचनं किम्? मित्राणि मनु बहुवचनं. तर्हि तृतीया विभक्तौ बहुवचने रूपं पत्रैः पत्रैः पत्रैः. उत्तमम्. अर्चन्ति अर्चन्ति इति शब्दस्य कीदृशं पदं वदतु. कीदृशं पदं? क्रियापदं बहुवचनं क्रियापदम् बहुवचनं. उत्तमं. लकारः कः? अर्चति लट्लकारः. लट्लकारः अपि च लट्लकारः इति धातुः अस्ति. अर्च अग्रे. ऋषयः ऋषयः वेदमन्त्राः हवनं कुर्वन्ति. वेदमन्त्रा रमा न रमा रमय वेदमन्त्रया ऋषयः वेदमन्त्र वेदमन्त्रा भक्तिः वेदमन्त्रादि मन्त्र एकनिमिषः अत्र वेदमन्त्राः तत्र बहुवचने अस्ति तदर्थं मन्त्राः अस्ति अन्यथा मन्त्रः एकवचने अस्ति तर्हि बहुवचने मन्त्राः परन्तु शब्दः तु पुंलिङ्गे एव अस्ति शब्दः तु पुंलिङ्गः शब्दः अस्ति वेदमन्त्रः एकवचने इदानीं वदतु इदानीं करोतु ऋषयः वेदमन्त्रैः हवनं कुर्वन्ति अर्थः कः द ऋषीस् डू द हवन् बै द वेदमन्त्रास् उत्तमम् अत्र ऋषयः इति पदस्य वचनं किम् ऋषयः बहुवचनं बहुवचने अस्ति अपि च एकवचने किं भवति एकवचने ऋषिः पुंलिङ्गे अस्ति इकारान्तपुंलिङ्गशब्दपतिः वत् अस्तु अग्रे अर्जुनः दिव्यदृष्टिः विश्वरूपं दृष्टवान् अर्जुनः दिव्यदृष्टया विश्वरूपं दृष्टवान् दृष्टया इति न वदनीयं दृष्ट्या तत्र हलन्तमस्ति दृष्ट्या अस्तु अग्रे अर्थः कः अर्जुन सा द विश्वरूपं तु दिव्यदृष्टि अत्र दृष्टवान् उत्तमं दृष्टवान् इति पदस्य तव प्रत्यय तवतु इति वदन्ति अग्रे भीमः गदा रिपूर्ण प्रहरति गदा इस् फीमेल् गदा इस् फीमेल् न गदया उत्तमम् भीमः गदया रिपूर्ण प्रहरति भीम प्रहरति अटैक्स् द शत्रु रिपून् इति शब्दस्य विभक्तिः का रिपून् रिपु उकारान्त रिपून् रिपून् इति शब्दस्य विभक्ति सत्यं रिपु इस् उकारान्त गुरुवत् पुंलिङ्गशब्दः रिपून् द्वितीया विभक्ति वचनं किं बहुवचनं प्रहरति प्र इति उपसर्गः अस्ति ऋ इति धातु लट्लकारे अस्ति एकवचनं अग्रिमं वयं नेत्रे पश्यामः वयं नेत्रेण पश्यामः नेत्रे एकनिमिषः नेत्रे हा नेत्रे इति पदस्य वचनं किम् तृतीया अल द्वितीया दो नेत्रसु तर्हि द्विवचनं नेत्राभ्यास्तु भगिनि नेत्राभ्यां वयं नेत्राभ्यां पश्यामः अर्थः कः अहम् अवां वयं वि आल् सी बै अवर् टु ऐस् उत्तमं धन्यवादः अनेके भगिनी आम् अस्तु अस्मिता भगिनी अग्रिमं करोतु अस्मिता भगिनी अस्ति किम् अश्वाः पादाः धावन्ति पादाः बहुवचनं पुंलिङ्गे पादैः अश्वाः पादैः धावन्ति भगिनी तत्र अर्थः कः पादः कुत्र न जानामि. अश्वः होर्स् होर्सेस् धावन्ति धावन्ति स्पीडिङ्ग् रनिङ्ग् रनिङ्ग् ओके. पादः पादः इति शब्दस्य अर्थः कः भवितुम् अर्हति? Horses are running on their feet. Yes, using their legs over here. Using their legs. Padai. Padai. Hmm? Horses. Ashwaha. Ashwa iti pratipadikam. Bhagini, dhavanti. Dhavanti iti shabda se vachanam kim? Vachanam is bahu vachanam. Bahu vachanam. Dhav iti dhatu hu asti. Dhav. Dhav. Dhav. Dhav. Ashwaha. इति पद इति पदस्य विभक्तिः का? अश्वाः बहुवचनं प्रथमपुरुष पुरुषः प्रथमा विभक्ति. अस्तु अग्रिमं. द्रौपदी कमलानि मालां रचयति. द्रौपदी कमलान्यौ मालां रचयति. इदानीं कमलानि इति पदस्य आदौ तु लिङ्गं किम्? कमलानि लिङ्गं नपुंसकलिङ्गं. नपुंसकलिङ्गं. वचनं किं? बहुवचनं. बहुवचनं. तर्हि फलानि वत् भवति. फलानि वत् भवति. तर्हि रूपं किं भवति? कमलविभक्तैः. कमलैः. फलैः. आनि इस् द प्रत्ययः. आनि तत्र प्रत्ययः अस्ति. तर्हि नाट् प्रत्ययः पर् से बट् इट् इस् द अङ्गं. प्रत्यय अङ्गं. सो फलानि फल द प्रातिपदिकम् इस् फल. सो कमलानि बिकम्स् कमल. कमल. कमलैः. कमलैः. सो कमलैः प्रातिपदिकं दृष्ट्वा करणीयं. कमलं. वन वन इति पदस्य तृतीया विभक्तौ बहुवचने किम् अस्ति? वनैः. रूपं वनैः. पुष्पं. पुष्पं. पुष्पैः. पुष्पैः. अस्तु अर्थः कः वाक्यस्य? द्रौपदी मालां रचयति. मेक्स् वित् कमल वित् लोटसस्. मेक्स् द माला वित् लोटसस्. वित् लोटसस्. तत्र रचयति इति रचयति इति शब्दः कीदृशं कीदृशः शब्दः? क्रियापदं. लट् लकार. एकवचनम्. एकवचनं. रच् इति धातुः अस्ति. रच् धातु. धातु इस् द रूट्. द रूट् आफ् द वर्ड्. Over here, the root of the verb. All the words in Sanskritam have a root. They come from a root. They have a source. Astu. Agde. Naryah, Draunyah, Jalam, Nayanti. Naryah, Draunyah, Jalam Nayanti brings water. Coconut. Takes water. Dronyah. The pratipadikam is droni. Droni. E karantha strilinga shabda hasti. Droni. And it means bucket. Okay. Nadivat. Bucket. Nadivat. Satyam. Nadivat. Suchivat. सूचीवत्. सूचीवत् तत्र दत्तः अस्ति शब्दः. सूची. सूचीवत् द्रोणी. इदानीं वदतु. नार्यः द्रोणीभिः द्रोणीभिः जलं नयन्ति सत्यं नार्यः नार्यः इति पदस्य वचनं किम् नार्यः वचनं बहुवचनं नारी बहुवचनं नारी ईकारान्त ईकार पुंलिङ्ग् नैव नारी ओके नै मतिवत् स्त्रीलिङ्गि स्त्रीलिङ्ग् नैव हा स्त्रीलिङ्ग् नदीवत् नदीवत् एव अस्ति नारी मति तु ह्रस्व इकारः अस्ति तर्हि मतिवत् न भवितुमर्हति आमामां र र हलद् ओके रेफः रेफः हलन्त् नास्ति रेफः द्रोण्यः जलं नयति नय इति धातुः अस्ति अस्तु अग्रे दृष्टद्युम्ना खण्डगः द्रोणाचार्यः खड्गः खड्गः खड्गः द्रोणाचार्यं हतवान् धृष्टद्युम्नः धृष्टद्युम्नः तदुत्सर्गः अस्ति धृष्टद्युम्नः खड्गेन उत्तमं द्रोणाचार्यं हतवान् हतवान् हतवान् तव तु पुंलिङ्गे लिङ्गं नास्ति तत् सत्यं सत्यं सत्यं सत्यं क्षम्यतां हतवान् तु पुंलिङ्गे अस्ति स्त्रीलिङ्गे किं भवति रूपं भगिनि हरि ओम् भगिनी स्त्रीलिङ्गे स्त्रीलिङ्गे किं भवति हतवान् इति शब्दस्य हतवती हतवती सत्यं वाक्यस्य अर्थः कः दृष्टद्युम्ना किल्ड् द्रोणाचार्य वित् खड्गः स्वोर्ड् अग्रे पठतु भगिनि दिस् इस् नम्बर् नैन् अग्रे आन् दिस् पेज् देर् इस् नो मोर् पठामः अग्रे रूपाणि दत्तानि सन्ति पठामः यतोहि तत्र अभ्यासः जायते पेज् 169 सत्यं सत्यं पठतु उच्चैः पठत जानीत च लौड्लि उच्चैः कीदृशं पदम् उच्चैः उच्चैः अव्ययम् इण्डिक्लैनेबल् अव्ययम् अस्ति पठत जानीत तत्र लकारः लकारः कः लङ्लकार नैव नैव नैव लोट् लकार लोट् लकार पठत यूयं यूयं यूयं पठत अस्तु पठतु भगिनि प्रथमा विभक्तिः बालः बालौ बालाः तृतीया विभक्तिः बालेन बालाभ्यां बालैः लिङ्गः कः लिङ्गः कः पुंलिङ्गः बालः बालौ बालाः पुंलिङ्गे अस्ति अपि च प्रातिपदिकं किं बाल अर्थः कः चैल्ड् चैल्ड् अग्रे योद्धः योद्धौ योद्धाः तृतीया विभक्तिः योद्धेन योद्धाभ्यां योद्धैः योद्धैः तत्र योद्धेन मास्तु योद्धेन योधः योधेन द नास्ति तत्र अस्तु लिङ्गं किं पदस्य च लिङ्गं पुंलिङ्गे पुंलिङ्गं सत्यं योद्धेन नगरे वेदः वेदौ वेदाः वेदेन वेदाभ्यां वेदैः पदस्य लिङ्गं किम् आल्सो अपि च पुंलिङ्गे पुंलिङ्गे प्रातिपदिकं किं पदिकं वेद कीदृशं पदम् अकारान्त पुंलिङ्ग अकार सत्यम् अर्थः तु जानीमः चिन्ता नास्ति वेद आफ् द वेदास् सत्यं अग्रे मुनिः मुनयः मुनिना मुनिभ्यां मुनिभिः अत्र लिङ्गं किं पदस्य पुंलिङ्गे पुंलिङ्गे अस्ति मुनि पुंलिङ्ग् प्रातिपदिकं प्रातिपदिकं किम् इकारान्तमुनि इकारान्त पुंलिङ्ग सो मुनि उत्तमम् अग्रे अग्रे कविः कवी कवयः कविना कविभ्यां कविभिः अत्र लिङ्गं किं कवि पुंलिङ्गे पुंलिङ्गे ईकारान्तः कविप्रातिपदिकम् उत्तम् अर्थः पोयेट् yes what I also want to mention is that in Sanskritam kavi also means wise people it also means wise people so tatra chaturthya adhyaye gita bhagavad gita yah tatra asti kavayah kavayah iti astu agre agre agre karatu bhagini agre ha शिशुः शिशु शिशवः शिशुना शिशुभ्यां शिशुभिः पुंलिङ्गे गुरुवत् उकारान्तः शिशुप्रातिपदिकम् उत्तमं धन्यवादः भगिनि विजय थङ्की महोदय आं भगिनि तन्तुः तन्तु तन्तवः तन्तुना तन्तुभ्यां तन्तुभिः उकारान्त नपुंसकलिङ्ग नपुंसकः नास्ति नपुंसकः नास्ति पुंलिङ्गे एव अस्ति शिशुः वत् शिशुवत् एव अस्ति पुंलिङ्गे तन्तुः तन्तु तन्तवः वाट् इस् तन्तु तन्तु इस् दिस् यान् यान् यु फैण्ड् नो दोस् पीपल् हु डु एक्ससैज् इट्स् अ स्ट्रिङ्ग् इट्स् अ लैन् आफ् रोप् अस्तु अग्रे महोदय वक्ता वक्तारौ वक्तारः वक्त्रा वक्तृभ्यां वक्तृभिः Should I continue? Yes. But first, Pratipadikam kim? Artha kaha? Vakta, speaker. प्रातिपदिकं वक्ता एव नैव वक्तृ वक्तृ ऋकारान्त वक्तृ ऋकारान्तशब्दः अस्ति यथा मातृ पितृ ओके अपि च अर्थः कः वक्ता स्पीकर अग्रे दाता दातारौ दातारः दात्रा दातृभ्यां दातृभिः प्रातिपदकं दातृ उत्तमं दाता आकारान्त पुल्लिङ्ग आम् अपि च तत्र अर्थः कः डोनर् that who gives donor one who gives agree mahila mahile mahilaha mahilaya mahilabhyam mahilabhihi mahila akarant mahila strili agree shraddha shraddhe shraddhaha shraddhaya shraddhabhyam shraddhabhihi अकारान्तस्त्रीलिङ्गशब्द सत्यम् अर्थः कः श्रद्धा ऐ डोण्ट् नो द इङ्ग्लिश् वर्ड् फेत् ट्रस्ट् एण्ड् ओवर् हियर् यू केन् टेक् इट् एस् अ नेम् आल्सो मेनी लेडीस् हेव् श्रद्धा एस् नेम् यस् यस् अग्रे मूर्तिः मूर्ति मूर्तयः मूर्त्या मूर्तिभ्यां मूर्तिभिः मूर्ति मीन्स् ऐडोल् yes. इकारान्तस्त्रीलिङ्गशब्दः अत्र स्त्रीलिङ्गशब्दः नास्ति परन्तु पुंलिङ्गे एव अस्ति ओके मूर्ति इस् अ पुल्लिङ्गशब्दः इति मन्ये अग्रे मतिः मती मतयः मत्या मतीभ्यां मतिभिः क्षम्यतां महोदय क्षम्यतां मूर्तिः तत्र स्त्रीलिङ्गे एव अस्ति यतोहि मूर्त्या इति रूपम् अस्ति अन्यथा तु मूर्तिना इति भवति स्त्रीलिङ्गे एव अस्ति क्षम्यताम् ओके मम दोषः क्षम्यता वदतु मतिः मती मतयः मत्या मतिभ्यां मतिभिः मती मतिः ईकारान्तस्त्रीलिङ्गशब्दः मति मीन्स् दर्वी दर्व्यौ दर्व्यः दर्व्या दर्विभ्यां दर्विभिः दर्वी इकारान्तस्त्रीलिङ्गशब्दः ईकारान्तस्त्रीलिङ्गशब्दः सत्यम् अर्थः ऐ नो स्पून् लेडल् यूजुलि इट् इस् नाट् स्पून् बिकास् चमसः इस् स्पून् बट् लेडल् दट् इस् द लाङ्ग् वन् विच् वी टेक् फार् लाट् आफ् पीपल् वेन् वी यूस् टु सर्व् धन्यवादः महोदय धन्यवादः विशालाक्षी भगिनी कर्तरी कर्तर्यौ कर्तर्यः कर्तर्या कर्तरीभ्यां कर्तरीभिः कर्तरी सिजर्स् ईकारान्त स्त्रीलिङ्गशब्दः उत्तमम् अग्रे भगिनी भगिन्यौ भगिन्यः भगिन्या भगिनीभ्यां भगिनीभिः भगिनी सिस्टर् एण्ड् ईकारान्त स्त्रीलिङ्गशब्द उत्तमं नारी नार्यौ नार्यः नार्या नारीभ्यां नारीभिः नारीभिः नारी मीन्स् लेडी इकारान्त स्त्रीलिङ्गशब्द धेनुः धेनु धेनवः धेन्वा धेनुभ्यां धेनुभिः धेनुः उकारान्त स्त्रीलिङ्गशब्द सत्यं तनुः तनु तनवः अर्थः कः अर्थः कौ कौ कौ तनुः तनु तनवः तन्वा तनुभ्यां तनुभिः तनु मीन्स् एक्चुलि द बाडी बाडी बाडी और् सेल्फ् इट् आल्सो मीन्स् स्माल् इट् आल्सो मीन्स् स्माल् वन् मोर् मीनिङ्ग् इस् मीटर् विच् ऐ डिड् नो 4+24 सिलेबल् अच्छा लीटर् meter meter meter meter meter like anushtup at like anushtup not that way measurement okay. not the measurement okay. of length okay okay measurement of tune ha tune okay so then it becomes ukaranta striling striling striling chanchuhu chanchu chanchavaha चञ्च्वा चञ्चुभ्यां चञ्चुभिः वाट् इस् चञ्चुः बीक् बीक् अच्छा चोच हिन्दी मे चोचलिङ्गशब्दः स्त्रीलिङ्गशब्द वधूः वध्वौ वधूः वध्वौ वध्वः वध्वा वधूभ्यां वधुभिः वधु मीन्स् इट् इस् द ब्रैड् ब्रैड् धन्यवादः धन्यवादः धन्यवादः तत्र विजयकुमार् महोदय अग्रे करोतु आं भगिनि फलं फले फलानि फलेन फलाभ्यां फलैः फलं फलैः फलम् अर्थः अर्थः फ्रूट्स् नपुंसकलिङ्ग अग्रे पुष्पं पुष्पे पुष्पाणि पुष्पेन पुष्पाभ्यां पुष्पैः नपुंसकलिङ्ग अगेन् अर्थः फ्लवर् वस्त्रं वस्त्रे वस्त्राणि वस्त्रेण वस्त्राभ्यां वस्त्रैः अगैन् नपुंसकलिङ्ग वस्त्रे णे ण इति वदनीयं वस्त्रेण वस्त्रेण ओके सैन्यं सैन्ये सैन्यानि सैन्येन सैन्याभ्यां महोदय सैन्य ओके सैन्य ओके सैन्यं सैन्ये सैन्यानि सैये सैयेन सैय सैन्येन सैन्येन सैयेन सै सैयेनाभ्यां सैन्यैः सैन्यैः आमि आमि आमि सेना सेना आल्सो इस् आर्मि अकारान्त स्त्रीलिङ्गशब्द अत्र अकारान्त पुंलिङ्गशब्द नपुंसकलिङ्ग अस्तु अग्रे अग्रे कोष्टकं दृष्ट्वा तृतीयाविभक्तिरूपेण रिक्तस्थानानि पूर्यते इन् दि गिवन् पूर्यते सोरि इन् दि गिवन् बिलो द बाक्सस् यु हव् टु फिल् वित् दि तृतीयाविभक्ति सत्यम् अत्र कोष्टकं दृष्ट्वा दृष्ट्वा इति पदस्य रूपं किम् इषु त्वा उत्तमं प्रत्यय त्वा प्रत्यय सत्यं तृतीयाविभक्तिरूपैः इति पदस्य वचनं किं तृतीयाविभक्ति बहुवचनं विभक्तिः का? तृतीया विभक्ति. उत्तमं. पूरयत कीदृशं पदम्? पूरयत तिष्ट्वा लोट्लकार. लोट्लकार. अस्तु अग्रे. योध्यः योद्धेन योद्या योद्ध योद्धः योद्धेन योद्याभ्यां योद्धैः योधैः योधैः योधेन योधाभ्यां योधैः योधैः. इट् विल् बि ऐ. नेक्स्ट् इस् अयः. तथैव करणीयं. तत्र पुल्लिङ्गे अस्ति तदर्थं तथैव दृष्ट्वा करणीयम्. हयः. ओके. हयेन हयेन हयाभ्यां हयैः. हय इत्युक्ते किम्? इत्युक्ते किम् अर्थः कः? शाय् हास् टु शाय् नै हास् हास् हास् ओ अच्छा अच्छा. अग्रे धर्मः. दट् इस् धर्म इस् धर्मं धर्मे धर्माणि नैव. किमर्थं? तृतीया विभक्तिः. ओ धर्मेण धर्माभ्यां धर्मैः धर्मैः धर्मैः धर्मेण धर्माभ्यां धर्मैः. ओके. णत्वमस्ति. णत्वमस्ति. ण धर्मेण धर्माभ्यां धर्मैः. अर्थः कः जानीमः, परन्तु अहम् एवमेव पृच्छामि. धर्मः रिचुवल्स् रैट्यस् रैट्यस्. ओके. अग्रे योगः. योगेन योगाभ्यां योगेभिः योगैः योगैः योगैः योगैः. योगः. योगः इत्युक्ते किम्? It's a health, good health, no? It is actually joining, joining, yoga, joining. Yoga, okay. Joining, no? Yoga. Okay, okay, okay. Do, okay. Joining with something. So yoga, karma, okay. Yogi, one who does karma. Bhakti yoga, bhakti yoga is okay. One who does the yoga of bhakti, the yoga of bhakti. Agree. Ravihi, Ravina. रविना रविभ्यां रविभिः. इस् अ सन् न रविभि. सत्यं. सन् एच् यु एन् सन् और् इट् कुड् बि अ नेम् आल्सो पुंलिङ्गे. ओके ओके ओके. अग्रे यतिः. यतीना यति यतीना यतीना यति यतीनाभ्यां यतिभिः. किं किमर्थं यतीनाभ्यां? किमर्थं रवि यतिभ्यां यतिभ्यां यतिभ्यां रतिभिः. यतिः इत्युक्ते किम्? इत्युक्ते किम् यति? यतिः इस् वन् हु ट्रैस् बट् इट् आल्सो मीन्स् लैक् अ मुनि. यतिः. ओ वन् हु ओके. प्रैस् इस् यतिः. ओके. नेक्स्ट् इस् मणिः. मणिः. मणिनां मणिभ्यां मणिभिः. मणिनां न वदनीयं महोदय. मणिनां न वदनीयं तत्र. मणिना न. किमर्थं मणिनाम् इति वदामश्चेत् तत्र षष्ठीविभक्तिः भवति. तदर्थं मणिना तावदेव. मणिना. अनुस्वारः नास्ति तत्र. मणिना. सो इट् विल् बि लैक् सखी. नो, ओवर् हियर् पुंलिङ्गे अस्ति. पुल्लिङ्गे अस्ति इट् विल् बि लैक् इकारान्त इकारान्त पुल्लिङ्ग पुं पुंलिङ्ग शब्दः अस्ति ओके सो मणिना पल् पल् पल् ओके मणिना पल् नेक्स्ट् नेक्स्ट् समाधिः समाधि रूपाणि वदतु मणि मणिः इति शब्दस्य रूपाणि वदतु तृतीयाविभक्तौ मणिना मणिना मणिना मणिभ्यां मणिभिः मणिना नाम इति न करणीयम् ओके ओके अग्रे समाधिः समाधिः विकारान्तपुल्लिङ्गस्य समाध्या समाधिभ्यां किमर्थं समाध्या पुंलिङ्गे अस्ति चेत् तदेव रूपं समाधिना समाधिना ओके समाधि इट् विल् बि लैक् गुरु न लैक् रवि नाट् गुरु गुरु इट् इस् ईकारान्त इट्स् नाट् बुक् लैक् रवि लैक् रवि सो समाधिभिः अस्तु समयः जातः अत्र स्थापयामः कविता भगिनी धन्यवादः महोदय कविता भगिनी तत्र वदतु शान्तिमन्त्रम् आम् तत्र स्थापितवती पश्यतु पठतु आम् सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ श्रीगुरुभ्यो नमः धन्यवादः धन्यवादः धन्यवादः पुनर्मिलामः पुनर्मिलामः धन्यवादः